सर्वमगुरुष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र अनुमानं किमर्थम् इत्युक्ते तत्र विभागः अन्यतमः गुणः अपि संयोगस्य नाशकः इति साधयितुम् इच्छामः तत्र केन मार्गेण तत् साधयितुं शक्नुमः इत्युक्ते तत्र अनुमानेन एव साधयितुं शक्नुमः अतः तत्र अनुमानस्य ज्ञानम् आवश्यकम् इति कृत्वा तत्र अनुमानस्य करविषये तत्र करपत्रम् इदानीं पठन्तः स्मः तत्र स्वार्थानुमानम् इति अस्ति अपि परार्थानुमानम् इति अस्ति स्वार्थानुमानं नाम तत्र स्वस्य कृते नाम तत्र उदाहरणमस्ति तत्र रामः पर्वतं पश्यति पर्वते तत्र धूमः अस्ति इति पश्यति धूमस्य साक्षात् ज्ञानं नाम प्रत्यक्षज्ञानं रामस्य अस्ति तदा अपि रामः चिन्तयति यत्र यत्र धूमः तत्र तत्र वह्निः इति चिन्तयति अतः तत्र पर्वते वह्निः अपि अस्ति इति जानाति तर्हि तत्र अनुमानं भवति पर्वते वह्निः नाम पर्वतः वह्निमान् इति तत्र धूमः इति हेतुः पर्वते अस्ति नाम पर्वतः धूमवान् एतत् ज्ञानं पक्षधर्मताज्ञानम् इति वदामः नाम पक्षे हेतुः अस्ति पक्षधर्मताज्ञानम् आवश्यकं प्रथमतया तदनन्तरं द्वितीयज्ञानम् आवश्यकं तत् किं तत्र यत्र यत्र धूमः तत्र तत्र वह्निः नाम हेतुः अपि साध्यं साध्यमस्ति वह्निः हेतुः साध्ययोः मध्ये व्याप्यव्यापकः भावः वर्तते अर्थं व्याप्तिः वर्तते तर्हि व्याप्तिज्ञानम् आवश्यकम् तदा किं भवति तत्र पर्वते धूमः अस्ति नाम पर्वतः धूमवान् किन्तु धूमः कीदृशः वह्निव्याप्य धूमः नाम वह्निः अपि व्याप्यः वह्निः अपि धूमः तयोः मध्ये व्याप्तिः अस्ति तर्हि धूमः कीदृशः वह्निव्याप्य धूमः अपि एतादृशः धूमः पर्वते अस्ति तर्हि वह्निव्याप्य धूमः पर्वते अस्ति अथवा वह्निव्याप्य धूमवान् पर्वतः इति भवति तदा किं भवति तत्र परामर्शः इति वदामः तत्र मेलनम् एतद् ज्ञानम् तेन तत्र किं भवति तत्र अनुमितिः भवति नाम पर्वतः वह्निमान् इति तत्र स्वार्थानुमानम् इदानीं तत्र रामः तत्र पर्वते धूमं पश्यति सः श्यामस्य गृहमागत्य वदति श्यामम् उद्दिश्य तत्र पञ्चवाक्यानि इदानीं तत्र किम् अस्ति अतः तत्र इदानीं श्यामस्य मनसि अनुमितिः इति ज्ञानम् उद्भवति रामः तु जानाति तत् स्वार्थानुमानं किन्तु श्यामस्य ज्ञानं भवति परार्थानुमानं नाम श्यामस्य प्रत्यक्षज्ञानं नास्ति धूमः पर्वते वर्तते इति अतः तत्र परार्थानुमानं तत्र नमस्कारः नीतावैद्य नमस्कारः नमस्कारः नमस्कारः तर्हि तत्र रामः श्यामं वदति तत्र पर्वतो वह्निमान् धूमत्वात् धूमवत्वात् यो धूमवान् स वह्निमान् यथा महान् सन् तथा च अयं तस्मात् तथा तत्र इति अस्ति तत्र शुभभगे भवती एव तत्र एकवारं पठति वा तत्र पञ्चवाक्यानि अपि तत्र किं किं ज्ञानम् वाक्यस्य नामकरणमपि आं महोदय पञ्चवाक्यानि तत्र पर्वतो वह्निमान् धूमवत्वात् यो एकवारं पठनीयं वा अथवा अस्तु यो धूमवान् स वह्निमान् यथा महानसं तथा च अयं तस्मात् तथा वह्निमान् इति न तस्मात् तथा इति अस्तु तर्हि इदानीं तयोः अन्वयः एतादृशं क्रियते पर्वतो वन्यमान् इत्यत्र तत् तदस्ति प्रतिज्ञावाक्यम् इति इत्युक्ते पर्वतः वन्यमान् इति यदा किमर्थम् इति चेत् साधयितुं पर्वतो वन्यमान् क्षम्यतां साधयितुम् इच्छामः पर्वतः वन्यमान् इत्युक्ते पर्वते यः पक्षः अस्ति तस्मिन् वह्निं साधयितुम् इच्छामः तर्हि पर्वतः वह्निमान् इदानीं हेतुः कः इत्युक्ते धूमत्वात् इति तदस्ति हेतुवाक्यं धूमवत्वात् धूमवत्वात् इति इत्युक्ते तत्र पक्षधर्मता इति भवति धूमवत्वात् इति इत्युक्ते तत्र साधयितुम् इच्छामः यत्र धूमः अस्ति तत्र वह्निः अस्ति इति वह्निः इत्युक्ते धूमः हेतुः भवति वह्नेः इति यो यो धूमवान् अत्र अग्रे तत्र एकवारं तत्र किं नामकरणं पठित्वा तत्र अग्रे परिच्छेदः यः अस्ति तम् अपि पठति वा? अस्तु महोदय आम् तर्हि हेतुवाक्यं धूमवत्वात् पक्ष अस्ति तदनन्तरं यो यो धूमवान् स स वह्निमान् यथा महानसम् इत्यत्र उदाहरणवाक्यम् इत्युक्ते तद् उदाहरणवाक्यं भवति यो यो धूमवान् स स वह्निमान् यथा महानसम् इति तथा च अयम् इत्यत्र तत्र उपनयवाक्यम् इति उच्यते तथा च अयम् इत्युक्ते वह्नि व्याप्य धूमवान् अयं पक्षः इति अपि च तस्मात् तथा इत्युक्ते निगमनवाक्यम् इति तस्मात् तथा इत्युक्ते तस्मात् धूमवत्वात् तथा वह्निमान् इति अर्थः भवति इदानीं तत्र अग्रिमे परिच्छेदे अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यताम् तत्र एकवारं पठित्वा वदनीयं वा महोदय अथवा रामः पर्वतो वह्निमान् इति वदति श्यामस्य मनसि आकाङ्क्षा भवति कुतः वह्निमान् इति अङ्गीकर्तव्यम् इति पृच्छति सः तदा आकाङ्क्षा निवृत्त्यर्थं रामः उत्तरयति धूमवत्वात् इति श्यामः पुनः पृच्छति धूमवत्वम् अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः तत्र रामः उत्तरं ददाति यो यो धूमवान् स स वह्निमान् यथा महानसम् इति व्याप्तिबोधकम् उदाहरणवाक्यम् एवं च प्रश्नोत्तररूपेण भवति अत्र तत्र क्रमः यत् इदानीं पठितं सः क्रमः वार्तालापरूपेण जायते इत्युक्ते तत्र वार्तालापे सम्भाषणे एतादृशं जायते इति प्रश्नोत्तराणि जायन्ते रामः पर्वतो वह्निमान् इति वदति प्रथमं रामः वदति पर्वतः वह्निमान् इति तत्र प्रतिज्ञावाक्यम् इति दृष्टवन्तः वदति तदा श्यामस्य तत्र किम् अवगमनं नास्ति इदानीं सः किन्तु तस्य मनसि एका आकाङ्क्षा भवति कुतः वह्निमान् इति अङ्गीकर्तव्यम् अस्तु रामः वदति वह्निं पर्वतो वह्निमान् इति किन्तु अहं किमर्थं तं वाक्यम् अङ्गीकरोमि इति अङ्गीकर्तव्यं मया सत्यमिति अहं सत्यमिति कथं जानामि इति पृच्छति सः तदा आकाङ्क्षा निवृत्त्यर्थम् इत्युक्ते तत्र इदानीम् आकाङ्क्षा श्यामस्य मनसि आकाङ्क्षा अभवत् तस्य निवृत्त्यर्थम् इत्युक्ते तस्य निवारणाय रामः इदानीं वदति धूमवत्वात् इति तावदेव वदति धूमवत्वात् इति तेन अपि श्यामस्य शङ्कायाः परिहारः न अभवत् सः पुनः पृच्छति धूमवत्वम् अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः इति इदानीं इत्युक्ते तत्र केवलं धूमवत्वात् नाम धूमवत्वम् अपि तदनन्तरं पञ्चमी कारणपञ्चमी धूमवत्वात् नाम धूमवत्वं योगः पञ्चमी विभक्ति कारणपञ्चमी धूमवत्वम् इति अस्ति चेत् तत्र वयं बहुवारं दृष्टवन्तः तत्र वत्वं तदेव इति घटवत्वं नाम घटत्वं तदनन्तरं घटवत्वम् इति अपि घटत्वं भिन्नः घटवत्वं भिन्नः नाम घटवान् घटवत् इति तत्र नाम कपालः भवति घटवान् इत्युक्ते तत्र कपालः भवति यतोहि तत्र घटस्य आश्रयः नाम भूतलम् इति अपि दृष्टवन्तः भूतलः भूतलम् घटवान् अस्तु अस्तु वत् नाम मतु अधोगमनं नाम आश्रयः आशयः किन्तु त्वम् इत्युक्ते पुनः उपरि गमनं भाववाचकः आम् आम् त्वं नाम घटत्वं नाम उपरि गमनं घटे घटत्वम् अस्ति घटत्वम् अस्ति उपरि अतः तत्र आदेयः त्वम् इत्युक्ते आदेयः वत् इत्युक्ते आश्रयः आम् नाम घटवत् अथवा धूमवत् इत्युक्ते यस्मिन् धूमः अस्ति नाम अत्र पर्वतः किन्तु तस्य उपरि गमनं त्वम् इति नाम तत्र पुनः तत्र धूमः एव भवति नाम वत्त्वं यत्र अस्ति वत्त्वम् इत्युक्ते तदेव इति नाम घटवत्त्वम् इत्युक्ते उपरि गमनं तत्र घटः एव भवति घटः एव इति दृष्टवन्तः अतः तत्र धूमवत्त्वं नाम धूमः धूमः एव इति धूमः धूमः पर्वते अस्ति इति रामः वदति अतः एव धूमवत्वात् इति इदानीं श्यामः पुनः पृच्छति धूमवत्वम् इत्युक्ते धूमः एव धूमः पर्वते अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः इति इदानीमपि तत्र उत्तरं न प्राप्तं धूमः अस्ति चेत् वह्निः किमर्थं सहयोगेन अस्ति तत्र इति तत्र रामः उत्तरं ददाति यो यो धूमवान् स वह्निमान् यथा महानसम् इदानीं तत्र प्रमाणं ददाति इत्युक्ते उदाहरणं दृष्टान्तं ददाति यथा महानसम् इति इत्युक्ते महानसे यदि धूमः अस्ति चेत् वह्निः अस्त्येव इति तत्र प्रसिद्ध दृष्टान्तम् अस्ति उदाहरणमस्ति अतः तथा एव व्याप्तिः अस्ति यथा महानसे द्रष्टुं शक्नुमः वह्निः अपि धूमः तयोः मध्ये व्याप्तिः अस्ति व्याप्तिबोधकम् उदाहरणम् आम् इत्युक्ते तत्र धूमः व्याप्यः इति जानीमः तर्हि तत्र व्यापकः भवेत् सः वह्निः अस्ति इति अतः तदपि इति व्याप्तिबोधकं व्याप्तिबोधकम् उदाहरणवाक्यम् इत्युक्ते व्याप्तिं बोधयति तत्र धूमः अस्ति चेत् तत् तस्य व्यापकः अस्ति वह्निः अस्ति इति उदाहरणवाक्यं एवं च प्रश्नोत्तररूपेण भवति इदानीं तत्र श्यामस्य मनसि तस्य ज्ञानम् उद्भवति अस्तु तर्हि तत्र धूमत्वात् वह्निः अस्ति इति दृष्टान्तं जानाति अतः इदानीम् अङ्गीकर्तुं शक्नोति तावदेव वा महोदय तत्र अन्यत् तावदेव भगिनि तावदेव समीचीनम् अतः धन्यवादः अतः धन्यवादः अतः यथा तत्र लिखितं नाम तत्र आरम्भे रामः वदति पर्वतः वह्निमान् श्यामः पृच्छति किमर्थं कथं धूमवत्वात् नाम धूमः पर्वते अस्ति. पुनः श्यामः पृच्छति तत्र धूमः अस्ति चेत् किमर्थं कथं जानीमः वह्नि अपि पर्वते अस्ति. तदा रामः उत्तरेति यो यो धूमवान् स स वह्निमान् यथा महानसं. नाम व्याप्तिः अस्ति तयोः मध्ये अपि उदाहरणं नाम महानसम् इति वदति. तदा श्यामः अपि तदनन्तरं वदति तथा च अयं नाम तथा च अयं पर्वतः नाम पर्वतः नाम पक्षः वह्निव्याप्य धूमवान् अयं पक्षः पर्वतः तादृशः अस्ति. वह्निव्याप्य धूमवान् पर्वतः अस्ति तस्मात् तस्मात् कारणात् तथा नाम पर्वते अपि वह्निः अस्ति. तस्मात् धूमवत्वात् तथा वह्निमान् नाम धूमः पर्वते वर्तते इति कृत्वा वह्निः अपि पर्वते वर्तते इति आगतम्. अतः तत्र परार्थानुमानम् इति तस्य पञ्चवाक्यानि दृष्टवन्तः. तत्र प्रतिज्ञावाक्यं हेतुवाक्यम् उदाहरणवाक्यम् उपनयवाक्यं निगमनवाक्यम्. प्रतिज्ञावाक्यम् एव तत्र यत् आरम्भे उक्तं तदेव नाम पर्वतः वह्निमान् अस्ति इति रामः वदति. तस्य तत् सत्यम् इति अवगमनार्थम् अन्यानि वाक्यानि उक्तानि. अन्तिमं निगमनवाक्यमपि पुनः प्रतिज्ञावाक्यम् एव नाम तस्मात् तथा इत्युक्ते तस्य अर्थः भवति प्रतिज्ञावाक्यं. तेन प्रतिज्ञावाक्यं साधितं भवति. अस्तु तत्र अत्र एतद् वाक्यं वयं पठितवन्तः किन्तु एतं परिचयं पठितवन्तः किन्तु पुनः एकवारं पठामः. तत्र येषु पञ्चसु इति अस्ति. तर्हि तत्र हा नीता भगिनी तत्र पठति वा येषु पञ्चसु इति. येषु पञ्चसु वाक्येषु प्रथमत्रीणि वाक्यानि सैद्धान्तिकानि न तु प्रकृतपर्वतप्रासङ्गिकानि. नाम यदा कोऽपि कमपि सूचयति पर्वतो वह्निमान् इति, श्रोता तदा पृच्छति कथं ज्ञायते, तदा उत्तरम् आयाति धूमवत्वात्. तदा कथं धूमवत्वम् इत्यस्मात् वह्निमत्वम्. तदा यो यो धूमवान् स स वह्निमान् यथा महानसम्, एतावत्पर्यन्तं सिद्धान्तः. एव तृतीयेन च व्याप्तिज्ञानं जायते. तदा रामः वदति तथा च अयम् इत्युक्ते अस्मिन् पर्वते धूमः अस्ति. अत्र एव अक्षधर्मता ज्ञानम् उत्पद्यते श्यामस्य मनने, श्यामस्य आत्मनि. तस्मात् पूर्वं न, अग्रे तस्मात् तथा इति पञ्चमवाक्यस्य कथनानन्तरम् एव श्यामस्य आत्मनि परामर्शः तदा अनुमितिः जायते. वस्तुतः अस्मिन् मतभेदः वर्तते. केचन वदन्ति यत् उपनयवाक्यं धूमवान् अयम् इत्येव भवति. अन्ये वदन्ति यत् वह्नि व्याप्य धूमवान् अयम् इति भवति. तत्र पञ्चसु वाक्येषु, तत्र पञ्चवाक्यानि वयं दृष्टवन्तः. प्रतिज्ञावाक्यं, हेतुवाक्यम्, उदाहरणवाक्यम्, उपनयवाक्यं, निर्गमनवाक्यं तथा तत्र पञ्चवाक्येषु तत्र त्रीणि वाक्यानि सैद्धान्तिकानि इति दत्तमस्ति. न प्रासङ्गिकानि इति, इत्युक्ते त्रीणि वाक्यानि यत् अस्ति पर्वतो वह्निमान् धूमवत्वात्, यो यो धूमवान् स स वह्निमान् यथा महानसं, तत् प्रतिज्ञावाक्यं, हेतुवाक्यम्, उदाहरणवाक्यं, तत् सिद्धान्तस्य बोधं कारयति इति प्रथमत्रीणि वाक्यानि सिद्धान्तरूपेण आगच्छति. तत्र प्रकृतपर्वतप्रसङ्गविषये इति तानि वाक्यानि नास्ति इति दत्तमस्ति. अनन्तरं यथा प्रथमं वाक्यं प्रतिज्ञावाक्यं तत् कोऽपि वदति, अत्र राम वदति पर्वतः वह्निमान् अस्ति इति, तदा श्यामः पृच्छति कथं वयं जानीमः पर्वतः वह्निमान् अस्ति, तदा रामः वदति धूमवत्वात्, इत्युक्ते तत्र धूमवत्व, तत्र धूम अस्ति एतस्मि तस्मात् कारणात्, तत्र धूमः दृश्यते तस्मात् कारणात् धूमवत्वात् इति रामः वदति, तदा कथं धूमवत्वं, कथं धूमवत्वम् इति प्रश्ने सति तत् वह्निमत्वं, तत् वह्निमत्वम् इति वदामः चेत् तदा कथं, तदा उदाहरणवाक्यम् आयाति यो यो धूमवान् स स वह्निमान्, यथा महानसे उदाहरणं, महानसम् इति उदाहरणं स्वीकृत्य यदा महानसे वयं पश्यामः तत्र नित्यप्रसङ्गः, तत्र यः यः धूमवान् अस्ति सः स वह्निमान् अस्ति, यत्र यत्र धूमः दृश्यते तदा तत्र तत्र वह्नि अस्ति एव, यथा वयं महानसे पश्यामः इति उदाहरणम्। एतावत्पर्यन्तं सिद्धान्तः एव, तत् तृतीयं यत् अस्ति उदाहरणं वाक्यं तृतीयं यः यः धूमवान् सः सः वह्निमान् तेन व्याप्ति, व्याप्ति इत्युक्ते तत्र धूम व्याप्ति वह्नि इति व्यापकः, तत् धूमस्य व्याप्तेः सूचयति तृतीयं वाक्यं, तत् तृतीयेन व्याप्तिज्ञानम् एव निष्पद्यते। अनन्तरं रामः वदति तथा च अयं, तत् उपनयवाक्यं यत् रामः वदति तथा च अयम् इत्युक्ते तथा च अयम्, अयं पक्षः, अयं पर्वतः इति पक्षः वह्नि व्याप्य धूमवान् तथैव अस्ति, रामः वदति इत्युक्ते अयं पक्षः अस्मिन् पर्वते, पर्वत इति पक्षः अस्मिन् पर्वते धूमः अस्ति। अत चतुर्थं वाक्यं रामः वदति उपनयवाक्यं एव पक्षधर्मता ज्ञानम् उत्पद्यते श्यामस्य मननि आत्मनि, तस्मात् पूर्वं न, इत्युक्ते चतुर्थे वाक्ये सति तत्र श्यामस्य मननि आत्मनि ज्ञानम् उत्पद्यते, पक्षधर्मता ज्ञानम् इति तस्य नामकरणं, तत् पक्षधर्मता, धर्म इत्युक्ते तत्र अस्ति इति, धर्म इत्युक्ते तत् पक्षे अपि तावत् अस्ति, दृश्यमस्ति तावत् न क्षम्यता, तादृशं पक्षे अस्ति इति श्यामस्य आत्मनि ज्ञानम् उत्पद्यते, तस्मात् पूर्वं न उत्पद्यते, अग्रे तस्मात् तथा इति पञ्चमवाक्यं वयं पश्यामः चेत् निगमनवाक्यं, तस्मात् तथा इति निगमनवाक्यम्, इत्युक्ते अधुना पञ्चवाक्यानन्तरं पञ्चवाक्यं श्रुत्वा श्यामस्य आत्मनि परामर्शरूपेण तत् निगमनवाक्यमिति, तस्मात् तथा, तथा तस्मात् इत्युक्ते तस्मात् इति अधुना तस्मात् धूमवत्वात्, धूमवत्वात् तथा इत्युक्ते वह्निमान्, तथैव अत्र तस्मात् एव अत्र अपि पर्वतः पक्षः वह्निमान् इति, तदा अनुमिति इति एतावत्पर्यन्तं तावत्। अधुना वस्तुतः अस्मिन् मतभेदः वर्तते, केचन वदन्ति यत् उपनयवाक्यं धूमवान् अयम् इति एव भवति, तत्र केचन तज्ज्ञजनाः ते वदन्ति यत् उपनयवाक्यं तथा च अयं, तत् उपनयवाक्यं धूमवान् अयम् इति भवति इति केचन तज्ज्ञजनाः वदन्ति, अन्ये वदन्ति यत् वह्नि वा वह्नि व्याप्य धूमवान् अयम् इति भवति, इत्युक्ते उपनयवाक्यम् एव केचन जनैः तत् वह्नि व्याप्य धूमवान् इति केचन जनाः वदन्ति इति दत्तमस्ति मतभेदस्य विषये। नाम तत्र उपनयवाक्यम् अत्र तथा च अयम् इति साक्षात् उपनयवाक्यमस्ति, तथा च अयम् तत्र तस्य अर्थः कः नाम वह्निव्याप्य धूमवान् अयं पक्षः इति दत्तमस्ति, तत्र उक्तं केचन तत्र मतभेदः अस्ति, केचन जनाः वदन्ति तत्र धूमवान् अयं पक्षः नाम केवलं पक्षधर्मता एव अस्मिन् वाक्ये अस्य वाक्यस्य अर्थः केवलं पक्षधर्मतज्ञानं धूमवान् अयं पक्षः इति एव, न तु वह्निव्याप्य धूमवान् अयं पक्षः इति. नाम तत्र किञ्चन जनाः चिन्तयन्ति धूमवान् अयं पक्षः, तदनन्तरमेव तस्मात् तथा इत्युक्ते तदा एव तत्र व्याप्तिः पक्षधर्मतः सर्वं मिलित्वा तत्र वह्निव्याप्य धूमवान् अयं पक्षः इति आगच्छति. तदा परामर्शः तस्य अनन्तरम् अनुमिति नाम पर्वतः वह्निमान् इति. अनुमितिः किं? पर्वतः वह्निमान् तदेव साक्षात् अनुमानज्ञानं. पर्वतः वह्निमान् परामर्शः किं? परामर्शः अस्ति तत्र वह्निव्याप्य धूमवान् अयं पक्षः इति. अतः तत्र मतभेदः वर्तते. नाम केवलं पक्षधर्मता अस्ति चेत् अत्र उक्तं खलु तत्र तृतीयवाक्ये तृतीयेन वाक्येन व्याप्तिज्ञानं जायते, अत्र एव पक्षधर्मताज्ञानम् उत्पद्यते श्यामसि मनसि इति उक्तम्. अतः मतभेदः किम् अस्ति? केचन वदन्ति व्याप्तिज्ञानं न उत्पद्यते, केवलं पक्षधर्मताज्ञानमेव उत्पद्यते. केचन जनाः वदन्ति न न तत्र द्वयमपि इति. तावदेव अपि तत्र सिद्धान्तः अपि तत्र प्रकृतपर्वतप्रसङ्गः तत्र भेदः. नाम सिद्धान्तः नाम केवलं थियरि अथवा तत्र सिद्धान्तः प्रिन्सिपल् अथवा तत्र किमपि तादृशं भवति, किन्तु प्रसङ्गः नाम अत्र किं भवति. अतः नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति सिद्धान्तः. नाम अत्र धूमः अस्ति अतः तादृशं किमपि नास्ति. यत्र यत्र धूमः तत्र तत्र वह्निः. अस्माकं पुरतः धूमः नास्ति चेदपि एतत् सत्यं वाक्यमेव. यत्र यत्र धूमः तत्र तत्र वह्निः. अतः तत्र सिद्धान्तः इति वदामः, तत्र थियरि इति. अतः सिद्धान्तः. किन्तु अस्मिन् पर्वते धूमः वर्तते, तत् प्रसङ्गः साक्षात् भवति. अतः तत् थियरि नास्ति इदानीं. हा तत्र व्यवहारः अत्र भवति, पश्यतु. अतः तादृशम्. अतः तत्र प्रथम तत्र तृतीयवाक्यानि सिद्धान्ति सिद्धान्तः सिद्धान्तं बोधयन्ति अथवा सिद्धान् सैद्धान्तिकानि. तदनन्तरं तत्र अयं पर्वतः नाम तत्र तथा अस्मिन् पर्वते धूमः वर्तते, तस्मात् कारणात् अस्मिन् पर्वते वह्निः अपि वर्तते इति. एतत् सर्वं प्रसङ्गः. केवलम् यत् तत्र यस्य पर्वतस्य विषये चर्चा भवति, केवलं तस्य पर्वतस्य सः पर्वतः एव विषयः, सः एव प्रसङ्गः. अत्र सिद्धान्तः किमपि नास्ति. तत् वयं हा अतः तत्र सिद्धान्तः नाम प्रिन्सिपल् अथवा थियरि, प्रसङ्गः नाम यत् अस्माकं पुरतः भवति तत्र एक्स्पीरियन्स् अथवा केवलं प्रसङ्गमेण्ट् अनन्तरं केस् स्टडि इति अपि वक्तुं शक्नुमः. तदपि समीचीनं भगिनि. हा हा सत्यं भगिनि. नाम अस्य केवलम् अस्मिन् प्रसङ्गे यद् सत्यं तद् उक्तं तावदेव. सत्यं तादृशम् अस्ति. अस्तु अतः तत्र पञ्चवाक्य वदतु भगिनि. न न धन्यवादः. हा धन्यवादः भगिनि. समीचीनम्. अस्तु तर्हि तर्हि अग्रे गच्छामः. तर्हि इदानीम् अग्रे तर्हि तत्र हा चन्द्रमुखीभगिनी अग्रे पठति वा? अतः अतः परार्थानुमाने अपि इमानि चत्वारि ज्ञानानि भवन्ति, यानि स्वार्थानुमाने दृष्टानि. पक्षधर्मदा ज्ञानं प्रत्यक्षात्मक एव भवेत् इति नास्ति. हेतुः पक्षे अस्ति इति ज्ञानं पक्षधर्मदा ज्ञानं. रामः पर्वते धर्म धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति यत् पर्वतः धूमवान् श्यामः तथा च अयम् इति श्रुत्वा जानाति यत् पर्वतः धूमवान् उभयत्र पक्षधर्मदा ज्ञानम् रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते किन्तु परार्थानुमानेन अत्र स्वार्थानुमानं परार्थानुमानं किम् इति वदन्ति अतः परार्थानुमानेन अपि इमानि चत्वारि ज्ञानानि भवन्ति प्रथमं रामः स्वार्थानुमानेन पञ्च चत्वारि वाक्यानि उक्तवान् पर्वतो धूमः वयं दृष्टवन्तः नाम पक्षधर्मतज्ञानं तदनन्तरं ज्ञानं तदनन्तरं परामर्शः तदनन्तरम् अनुमितिः चत्वारि वाक्यानि स्वार्थानुमानि चत्वारि वाक्यानि उक्तवान् न न उक्तवान् इति नास्ति भवन्ति नाम रामः साक्षात् स्वार्थानुमानं नाम किं नाम रामः जानाति पर्वतान् इति तत् अस्ति स्वार्थानुमानं रामस्य ज्ञानं भवति दृष्टवान् अस्ति सः स्वयमेव दृष्टवान् अस्ति रामः समीचीनं रामः पर्वते धूमं पश्यति अतः पक्षधर्मता ज्ञानं पर्वते धूमः अस्ति पर्वतः धूमवान् पर्वतः नाम पक्षः हेतुमान् इति प्रथमं वाक्यं पक्षधर्मता ज्ञानं द्वितीयं यत्र यत्र हेतुः तत्र तत्र साध्यः तत् व्याप्तिज्ञानं तत्र उदाहरणमपि भवेत् तत्र यदि वन्नि तत्र अन्वय उदाहरणं व्यतिरेक उदाहरणम् एतत् सर्वं दृष्टवन्तः खलु अपि तदनन्तरं तत्र अग्रिमं किं भवति अग्रिमवाक्यं तत्र परामर्शवाक्यं नाम हेतु तत्र साध्यव्याप्य हेतुमान् पक्षः नाम वन्निव्याप्य धूमवान् पर्वतः वान् महापर्वतः इति परामर्श वाक्यं तदा अग्रिमं भवति साक्षात् अनुमानज्ञानम् अनुमितिः एतानि चत्वारि वाक्यानि स्वार्थानुमाने भवन्ति तद् परार्थानुमाने अपि चत्वारि ज्ञानानि भवन्ति पक्षधर्मदा ज्ञानं प्रत्यक्ष प्रत्यक्षात्मकमेव भवेत् इति नास्ति सर्वदा परार्थानुमानम् इति एव भवेत् इति नास्ति पक्षधर्मदा ज्ञानं न तादृशं नास्ति स्वार्थानुमानम् अपि न नाम स्वार्थानुमाने तत्र चत्वारि ज्ञानानि भवन्ति किं किं पक्षधर्मताज्ञानं व्याप्तिज्ञानं परामर्शज्ञानम् अनुमिति अनुमानज्ञानम् अनुमितिः इति चत्वारि ज्ञानानि अस्तु तत् परार्थानुमाने अपि भवन्ति इति एव उक्तं खलु प्रथमवाक्यं परार्थमान् परार्थानुमाने अपि इमानि चत्वारि ज्ञानानि भवन्ति यानि स्वार्थानुमाने दृष्टानि स्वार्थानुमाने यानि दृष्टानि चत्वारि ज्ञानानि तानि परार्थानुमाने अपि भवन्ति खलु प्रथमं महोदय पक्षधर्मदा ज्ञानं द्वितीयमस्ति व्याप्तिज्ञानं तृतीयमस्ति परामर्शः नाम साध्यव्याप्य हेतुः पक्षे वर्तते नाम साध्यव्याप्य हेतुमान् पक्षः वह्निव्याप्य धूमवान् पर्वतः इति परामर्शः तेन अनुमितिः पर्वतः वन्यमान् अतः पराधानुमाने अतः पराधानुमाने स्वार्थानुमाने सामान्यमस्ति नाम चत्वारि ज्ञानानि भवन्ति स्वार्थानुमाने भवति परार्थानुमाने अपि चत्वारि ज्ञानानि भवन्ति किन्तु तादृशं सामान्यमस्ति किन्तु भेदः अपि वर्तते भेदः कः अग्रे पठतु पक्षधर्मतः पक्षधर्मदा ज्ञानं प्रत्यक्षात्मात्मकमेव भवेत् इति नास्ति इति पक्षधर्मदा ज्ञानं प्रत्यक्षात्मकं भवेत् इति नास्ति हेतुः पक्षे अस्ति इति ज्ञानं पक्षधर्मदा ज्ञानं हेतुः पक्षे अस्ति एव पक्षधर्मज्ञानं खलु नाम पर्वते धूमः वर्तते इति एव पक्षधर्मज्ञानं पक्षधर्मज्ञानम् अस्ति रामः पर्वते धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति यत् पर्वतः धूमवान् रामः साक्षात् दृष्टवान् धूमं दृष्ट्वा पर्वते धूमं दृष्ट्वा सः जानाति पर्वतः धूमवान् इति एकनिमिषः तर्हि स्वार्थानुमाने पक्षधर्मतज्ञानं प्रत्यक्षं भवति प्रत्यक्षज्ञानं चक्षुषा भवति नाम तत्र दृष्ट्वा एव तत्र अथवा प्रत्यक्षं प्रत्यक्षरूपेण भवति पक्षधर्मता ज्ञानं किन्तु स्वार्थानुमाने तत्र रामः पर्वतं दृष्टवान् किन्तु श्यामः पर्वतं न दृष्टवान् खलु धूममपि न दृष्टवान् रामः केवलम् आगत्य वदति श्यामं वदति तथा च अयम् इति अतः श्यामः रामस्य वाक्यं तथा च अयम् इति यत् रामः उक्तवान् श्यामः तद् श्रुत्वा इति श्रुत्वा जानाति यत् पर्वतः धूमवान् अतः श्यामस्य मनसि अपि पक्षधर्मतज्ञानम् अस्ति किन्तु श्यामस्य मनसि पक्षधर्मतज्ञानं प्रत्यक्षज्ञानं नास्ति सः पर्वतं वा धूमं वा न दृष्टवान् अतः श्यामस्य श्यामस्य पक्षधर्मतज्ञानं प्रत्यक्षं ज्ञानं नास्ति शाब्दबोधकं नाम रामः वाक्यम् उक्तवान् तेन तत् श्रुत्वा श्यामस्य मनसि ज्ञानं भवति अतः तदेव सः एव भेदः स्वार्थानुमाने पक्षधर्मतज्ञानं प्रत्यक्षात्मकं भवति परार्थानुमाने पक्षधर्मतज्ञानं प्रत्यक्षं न भवति तावदेव सः एव भेदः किन्तु परार्थानुमाने स्वार्थानुमाने अपि तत्र पक्षधर्मतज्ञानं भवति एव ज्ञानं समानमेव ज्ञानं समानमेव किन्तु पक्षधर्मतज्ञानम् एकस्मिन् तत्र प्रथमे सन्दर्भे प्रत्यक्षात्मकं द्वितीयसन्दर्भे शब्दबोधकम् इत्युक्ते परोक्षम् इति वक्तुं शक्यते परोक्षम् इति नास्ति नाम तत्र परोक्षं किन्तु कथं परोक्षम् इत्युक्ते तत्र न दृष्टम् इति भवति किन्तु केन केन मार्गेण लब्धम् इत्युक्ते शाब्दबोधेन लब्धम् इति अतः शाब्दबोधात्मकम् इति वदामः उभयत्र पक्षधर्मदा ज्ञानम् अस्ति रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन किन्तु श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते किन्तु परार्थानुमानेन नाम तत्र क्रमः क्रमे कश्चन भेदः वर्तते नाम तथा च अयम् एतत् सर्वं निगमनवाक्यम् एतत् सर्वम् अस्ति किञ्चित् कश्चन भेदः वर्तते किन्तु चत्वारि ज्ञानानि श्यामस्य मनसि अपि उत्पद्यन्ते यथा रामस्य मनसि अभवत् इति अस्ति. अस्तु अग्रे समीचीनं वा अस्मिन् विषये कोऽपि प्रश्नः? इदानीं वयं पठित्वा एतत् ज्ञानानि अपगच्छन्ति तदपि परार्थानुमानमस्ति वा? सत्यं भगिनि, सत्यं, हा सत्यं भगिनि, हा नाम सत्यं नाम एकम् अङ्गीकुर्मः तेन द्वितीयमपि अङ्गीकुर्मः तदेव अस्ति अनुमानं नाम इम्प्लिकेशन् इति हा तादृशं तदपि हा परार्थानुमानम् अथवा शाब्दबोधकम् इति वक्तुं शक्नुमः. प्रायः शाब्दबोधकं ज्ञानम् इति एव समीचीनं यतोहि वाक्यानि पठित्वा वयम् अवगच्छामः तत्र किमस्ति इति. अतः प्रायः शाब्दबोधकं सम्यक् भवति अनुमानस्य कृते. पुस्तकस्य पठनं शाब्दबोधकज्ञानम् इति सत्यं भगिनि, हा यतोहि तत्र किन्तु अनुमानमिति नास्ति शाब्दबोधकम् इति चिन्तयति शाब्दबोधकम्. अस्तु समीचीनम्. अतः तत्र मुख्यांशः नाम पक्षधर्मसज्ञानं स्वार्थानुमाने अपि अस्ति परार्थानुमाने अपि अस्ति, किन्तु स्वार्थानुमाने प्रत्यक्षात्मकमस्ति, परार्थानुमाने तादृशं नास्ति, तावदेव. अस्तु अग्रे गच्छामः तर्हि. तर्हि तत्र मृणाङ्गी भगिनी अग्रे इत्थञ्च. इत्थञ्च अन्वयव्याप्तिः कथमस्ति तदाधारेण अनुमानस्य पञ्चावयवाः कथं भवन्ति तथा च अनुमतिः कथं जायते इति अस्माभिः ज्ञातम्. अनया अन्वयव्याप्त्या पक्षः साध्यवान् इति सिद्धम्. अधुना अन्ते व्याप्यव्यापकभावस्य दृढतया सुदृढतया बोधार्थम् अन्वयव्याप्तेः रूपं स्वरूपम् अवलोकनीयं. तदानीमेव अस्माकं सामर्थ्यं भविष्यति इत्थञ्च अन्वयव्याप्तिः कथम् अस्ति. तर्हि इदानीं पर्यन्तं वयं परार्थानुमानं कथं साधितम् इति दृष्टम्. इत्थञ्च अन्वयव्याप्तिः कथम् अस्ति तदाधारेण अनुमानस्य पञ्चावयवाः कथं भवन्ति तथा च अनुमितिः कथं जायते इति अस्माभिः ज्ञातम्. तर्हि अत्र पञ्च अवयवाः कथं भवन्ति अर्थात् तत्र किमासीत् तदौ उदाहरणवाक्यं न पञ्च अवयवाः? अस्तु अस्तु एकमेकं स्वीकृत्य चिन्तयामः. नाम व्याप्तिः, व्याप्तिः इति किम् इति जानीमः खलु. अपि तदाधारेण अनुमानस्य पञ्च अवयवाः कथं भवन्ति इति नाम यत् वयं पूर्वं दृष्टवन्तः नाम प्रतिज्ञावाक्यं नाम तत्र पक्षे साध्यः वर्तते नाम पर्वतः वनिमा नाम साध्यः नाम साध्यः पक्षे वर्तते साध्यवान् पक्षः साध्यवान् पक्षः इति प्रतिज्ञावाक्यं. हेतुवाक्यम् अस्ति हेतुवत्वात्. तदनन्तरम् उदाहरणवाक्यं नाम यः यः हेतुमान् सः सः साध्यवान् यथा किमपि उदाहरणम् अत्र धूमवान् स्वन्यमान् यथा महानसम् इति दत्तम्. अत्रैव व्याप्तिः अस्ति खलु. व्याप्तिः अस्ति. तदनन्तरम् उपनयवाक्यं तथा च अयं अयं पक्षः अत्र अयम् अस्मिन् पक्षे धूमः वर्तते अयं पक्षः धूमवान् अस्ति अथवा वह्निव्याप्ति धूमवान् अस्ति. तदनन्तरं तस्मात् तथा नाम तस्मात् धूमवत्वात् धूमवत्वम् अस्ति इति कृत्वा तत्र वन्निमान् पर्वतः अयं पर्वतः वन्निमान् अस्ति, पर्वते वन्निः अस्ति इति साधयामः अनुमिति ज्ञानम्। अतः तत्र पञ्च अवयवाः नाम एतानि वाक्यानि तत्र उक्तानि। तत्र वयं गतवर्गे पठितवन्तः, अस्मिन् वर्गे न पठितवन्तः, नाम प्रतिज्ञा हेतु उदाहरण उपनय निगमनानि पञ्च अवयवाः इति तर्कसङ्ग्रहवाक्यम् इति। अतः तत्र अतः तत्र एतत् सर्वं पञ्च अवयवाः कथं भवन्ति इति ज्ञातवन्तः, व्याप्तिः कथम् अस्ति इति अपि ज्ञातवन्तः, तदनन्तरम् अनुमितिः कथं जायते इति अपि अस्माभिः ज्ञातम्। किन्तु व्याप्तिः अत्र लिखितं, केवलं व्याप्तिः न लिखितं, किन्तु अन्वयव्याप्तिः इति लिखितम्। अन्वयव्याप्तिः अपि व्याप्तिः, तत्र कः भेदः? अन्वयव्याप्तिः तमेव किं प्रसङ्गः अन्यत्र अपि अस्ति इति अन्वयव्याप्तिः नाम अन्वयव्याप्तिः इति यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र एकः अस्ति तत्र तत्र अन्यः अपि अस्ति इति अन्वयव्याप्तिः। किन्तु वयम् अन्यत् उदाहरणं दृष्टवन्तः, यत्र अन्वयव्याप्तिः न कार्यं करोति तत् किम् नाम दृष्टान्तः न लभ्यते। तत्र अनुमितिः कर्तुम् इच्छामः किन्तु तत्र दृष्टान्तः न लभ्यते इति। तत्र किमस्ति, कोऽपि स्मरति वा? व्यतिरेकव्याप्तिः। व्यतिरेकव्याप्तिः नाम यत्र यत्र एकः तत्र तत्र अन्यः इति, तस्य स्थाने यत्र यत्र द्वितीयस्य अभावः तत्र प्रथमस्य अभावः इति स्वीकृत्य वदामः। द्वितीयः नास्ति तत्र तत्र प्रथमः अपि नास्ति इति, तदस्ति व्यतिरेकव्याप्तिः। अतः तत्र अतः एव तत्र दत्तमस्ति तत्र अधुना तत्र अधुना अन्ते व्याप्यव्यापकभावस्य सुदृढतया बोधनार्थम् अन्वयव्याप्तेः स्वरूपम् अवलोकनीयम्, तदानीमेव दृढतया अन्वयव्याप्तेः स्वरूपम् अवलोकनीयम्। किमर्थम् अपि कथं सुदृढतया तत्र अस्माकम् अवगमनं बहु दृढं भवेत्? किमर्थं? तदानीमेव अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्तेः ग्रहणार्थं। तदानीमेव तत्र व्यतिरेकव्याप्तिः या अस्ति तस्याः उपयोगं कथं कर्तुम् इति तदानीमेव जानीमः, तदानीमेव कर्तुं शक्नुमः। अतः व्यतिरेकव्याप्तेः ग्रहणार्थम् अन्वयव्याप्तेः ज्ञानं तत्र सुदृढं भवेत्, सुदृढं भवेत्। अतः अग्रे तत्र पुनः व्याप्यव्यापकभावस्य अध्ययनम् अग्रे भवति। किन्तु लक्ष्यं किम्? अन्वयव्याप्तिः आदौ तत् आसीत् खलु, ए इम्प्लैस् बि इति आसीत् खलु, अन्वयव्याप्तिः ज्ञानम्। अन्वयव्याप्तिः नाम यत्र यत्र एकः तत्र तत्र वह्निः, यत्र धूमः तत्र तत्र वह्निः। नाट् बि इम्प्लैस् नाट् ए, तदेव खलु? इति सत्यं, सत्यं भगिनि, सत्यं। ए इम्प्लैस् बि स्थाने नाट् बि इम्प्लैस् नाट् ए, सत्यं भगिनि, तदेव अस्ति, तदस्ति अन्वय तत्र अन्वयव्याप्तिः अपि व्यतिरेकव्याप्तिः, सत्यम्। अस्तु, अतः तत्र व्याप्यव्यापकभावस्य इतोपि किञ्चित् ज्ञानम् इति अस्ति। अस्तु, धन्यवादः भगिनि। अग्रे तर्हि तत्र शोभा भगिनी पठति वा? अत्र परिच्छेदः दीर्घः अस्ति, अतः तत्र मध्ये अन्वयव्याप्तिः तस्य अर्थः नाम तत्र मध्ये कुत्रापि स्थगयामः भगिनि, एकवारं पठतु. अस्य कृते व्याप्यव्यापकभावः इतोपि किञ्चित् ज्ञातव्यः. हेतुः व्याप्यः, साध्यं व्यापकं. व्याप्यः इत्युक्ते व्याप्तिमान्, यः व्याप्तिमान् सः व्याप्यः. पर्वतः वह्निमान् धूमात् इत्यत्र वह्नि व्याप्यः नाम कः? धूमः. वह्नि व्याप्य धूमः. वह्नि व्याप्तिः धूमे इति अर्थः. वह्नि व्याप्तिः नाम कः इति चेत् धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः समानाधिकरणधूमः. वह्नि समानाधिकरणं करण्यं धूमे. समानाधिकरण्यं धूमे. अस्य अर्थः कः? धूमव्यापकः वह्निः इत्युक्तौ धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः. व्याप्तेः स्वरूपं कथयति. हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः. अनेन अन्वयव्याप्तिः. यत्र यत्र धूमः अवगमनं न भवति, किन्तु वार्ता का इत्युक्ते तत्र व्याप्तिः न्यायशास्त्रे व्याप्तेः विवरणं कथं दीयते इति एव. अस्तु अस्तु. इत्युक्ते तर्हि प्रथमवाक्ये अस्य कृते इत्युक्ते तत्र पूर्वं अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्तेः ग्रहणार्थम् इति. तत्र इत्थञ्च अन्वयव्याप्तिः कथम् अस्ति, तदाधारेण अनुमानस्य पञ्च अवयवाः कथं भवन्ति एतत् च दृष्टम्. इदानीम् अन्ते किम् आसीत् तस्मिन् परिच्छेदे इत्युक्ते अन्ते व्याप्यव्यापकभावस्य सदृढतया बोधनार्थम् अन्वयव्याप्तेः स्वरूपम् अवलोकनीयम् इति आसीत्. तदानीमेव अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्तेः ग्रहणार्थं. व्यतिरेकव्याप्तिः इत्युक्ते तत्र यत्र यत्र एकः नास्ति तत्र तत्र अन्यः अपि नास्ति इति दृष्टवन्तः. व्याप्तिः व्याप्तेः आकृतिः नाम यत्र यत्र तत्र अन्या रीत्या वदामः तदस्ति व्यतिरेकव्याप्तिः. साधारणतया यत्र यत्र एकः तत्र तत्र अन्यः अन्यः इति तादृशं न वदामः. यत्र एकस्य अभावः तत्र तत्र अन्यस्य अभावः इति भवति व्यतिरेकव्याप्तिः. इदानीम् अस्य कृते व्याप्यव्यापकभावः इतोपि किञ्चित् ज्ञातव्यः. अस्तु, इदानीं व्याप्यव्यापकभावः, व्याप्यः इति तत्र धूमः, व्यापकः इति वह्निः आसीत्. तस्मिन् विषये इतोपि किञ्चित् ज्ञातव्यः. हेतुः व्याप्यः इत्युक्ते तत्र धूमः इति स्वीकृतवन्तः. व्याप्यः, साध्यं साध्यं व्यापकम् इत्युक्ते वह्निः व्यापकं भवति. व्याप्यः इत्युक्ते व्याप्तिमान्, यः व्याप्तिमान् सः व्याप्यः. तर्हि तत्र व्याप्यः इत्युक्ते धूमः, सः व्याप्तिमान् इति इत्युक्ते व्याप्यः नाम यस्मिन् व्याप्तिः अस्ति अस्ति व्याप्तिः अस्ति इति. अतः व्याप्तिमान् इति भवति. तत्रापि मतुप्रदेन अस्य अस्मिन् अस्ति इति व्याप्तिमान् इति भवति. यः व्याप्तिमान् अस्ति सः व्याप्यः इत्युक्ते तत्र पर्यायवाचक पदानि. अस्तु, व्याप्यः नाम किं? व्याप्यः नाम व्याप्तिमान् तावत् व्याप्तिमान्. आम्. पर्वतः वह्निमान् धूमात् इत्यत्र वह्नि व्याप्यः नाम कः? वह्नि व्याप्यः नाम कः इत्युक्ते धूमः. धूमः वह्नि व्याप्य धूमः इति. आम्, तत्र पर्वतः वह्निमान् धूमात् इति उक्तत्वात् वह्निव्याप्यः कः इत्युक्ते धूमः एव भवति, अतः वह्निव्याप्यधूमः इति. नाम तत्र हेतुः एव व्याप्यः, अत्र धूमः हेतुः, अतः हेतुः नाम धूमः व्याप्यः व्याप्यः अतः अग्रे वह्निव्याप्तिः धूमे इत्यर्थः. तत्र वह्निव्याप्यधूमः इत्यस्मिन् वह्निव्याप्तिः धूमे अस्ति इति अर्थः भवति. वह्नेः व्याप्तिः धूमे अस्ति इति. इदानीम् एकः एकं वक्तव्यमस्ति अत्र, नाम अस्मा तत्र किमुक्तं व्याप्यव्यापकभावस्य इतोपि ज्ञानं प्राप्तव्यं खलु. व्याप्यव्यापकभावस्य इतोपि ज्ञानं प्राप्तव्यं, नाम व्याप्यः नाम किं, व्यापकः नाम किम् इति तत् सम्यक् रीत्या ज्ञातव्यम्. इदानीं किं कृतम् इत्युक्ते व्याप्यः कः, नाम व्याप्यः इति तस्य ज्ञानं प्राप्तव्यं. नाम व्याप्यः कः, अत्र उक्तं व्याप्तिमान् इत्युक्ते व्याप्यः. तर्हि व्याप्यस्य सम्यक् ज्ञानं कथं प्राप्नुमः, यदि व्याप्तिः का इति जानीमः तदानीमः चेत् व्याप्यः व्याप्यः कः इति जानीमः. अतः किञ्चित् परिवर्तनं कृतं, व्याप्यः तस्य ज्ञानं प्राप्नुमः इत्युक्ते व्याप्तिः का इति तस्य ज्ञानं भवति. व्याप्तिः का इति जानीमश्चेत् व्याप्यः कः इति अपि जानीमः खलु. आमां धूमः व्याप्यः इत्युक्ते धूमे व्याप्तिः अस्ति अस्ति इति. तस्य अर्थः कः, व्याप्तिः नाम किम् इति यदि जानीमः तदा धूमे किम् अस्ति इति जानीमः, तदा धूमः व्याप्यः इत्युक्ते किम् इति अपि जानीमः तदा. अतः व्याप्यज्ञानस्य कृते व्याप्तिज्ञानम् आवश्यकं. व्याप्ति किम् इति, व्याप्ति का इति यदि जानीमः व्याप्यः पदस्य अपि ज्ञानं भवति. अतः व्याप्यपदस्य स्थाने व्याप्तिपदं स्वीकृत्य व्याप्ति नाम का इति अग्रे चर्चा भवति. अस्तु आचार्य, अहं चिन्तयामि अत्र यथा गुण्यगुणकभावः अस्ति खलु, यदि अयं गुण्यः तर्हि ज्ञानम् उत्पद्यते खलु, तद्वत् तर्हि को व्यापकः इति प्रश्नः. यः यः कः व्याप्यः यस्मिन् व्याप्तिः वर्तते, तर्हि व्याप्यः कः, व्याप्तिः वर्तते, व्याप्तिः का इति प्रश्नः. अतः व्याप्तेः अवगमनेन व्याप्यः इति पदस्य अवगमनं भवति. अस्तु, अतः एव इदानीं तत्र एतावत्पर्यन्तं व्याप्यः इति तस्य विषये चर्चा आसीत्, किन्तु अस्य वाक्यसनन्तरं व्याप्तिः इति विषये चर्चा, आमां न तु व्याप्यः इति विषये चर्चा. अग्रे पठतु भगिनी. वह्निव्याप्तिः नाम कः इति चेत् धूमाधिकरणवृत्ति, धूम अधिकरण इति धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः समानाधिकरणधूमः. अस्तु, वह्निव्याप्तिः एतावत् अत्र किमपि वक्तव्यं नास्ति भगिनि, केवलं न्यायशास्त्रविवरणं किम् इति दत्तम्, अग्रे तस्य विवरणं भवति, नाम अस्तु के के अंशाः सन्ति इति. अतः व्याप्तिः नाम किं, व्याप्तिः नाम अत्र धूमादिकरणवृत्ति, धूमादिकरणवृत्ति इत्युक्ते धूम अधिकरणवृत्ति, धूमाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः समानाधिकरणधूमः अपि वह्नि वह्नि अपि वह्नि सामानाधिकरण्यं धूमे हा वह्नि सामानाधिकरण्यं धूमे इत्युक्ते धूमस्य अपि वह्नेः अपि समानाधिकरणं भवति इति तत्र भवति वा चिन्तनं कर्तुं शक्नुमः अस्तु अग्रे पुनः अस्य अर्थः कः इति इत्युक्ते वह्नि सामानाधिकरण्यं धूमे इत्यस्य अर्थः कः इति चेत् सर्वं न केवलं अस्तु अस्तु सर्वं नाम एतावत् व्याप्तिः नाम किम् इति दत्तं किन्तु तत्र प्रायशः कस्यापि बोधः न भवति नाम एतत् पठित्वा तत्र किम् अतः पुनः अस्य अर्थः कः अस्य अर्थः कः धूमव्यापकः वह्निः इत्युक्तौ धूमाधिकरण धूमव्यापकः वह्निः इत्युक्तौ धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः अस्तु तावत् अस्ति तत्र धूमव्यापकः वह्निः इत्युक्ते एतत् सर्वं वदनीयं न्यायरूपेण इति अर्थः तु धूमव्यापकः वह्निः इति हा किन्तु धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः इति भवति योगी वह्निः इति वक्तव्यम् अस्तु तदेव तत्र व्यापकः नाम व्यापकः इत्युक्ते एतत् सर्वं वक्तव्यं व्याप्तिः नाम एतत् सर्वं वक्तव्यम् अतः तत्र न्यायशास्त्रे सर्वदा तत्र प्रिस्पेसिशन् तत् कथम् इति सम्यक् रीत्या वक्तव्यम् इति अस्ति अतः एव एतत् सर्वं दत्तम् अस्ति अतः तत्र व्याप्तेः स्वरूपं कथयति तावत्पर्यन्तं पठतु भगिनि व्याप्तेः स्वरूपं कथयति इदानीम् अन्यत् वाक्यमस्ति हेत्वधिकरण हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः इति इत्युक्ते व्याप्तेः स्वरूपस्य विवरणाय एतत् वाक्यं भवति अस्तु व्याप्तिः नाम हेत्वधिकरणवृत्ति अत्यन्ताभाव प्रतियोगी साध्यसामानाधिकरण्यम् इति लक्षणं भवति व्याप्तेः लक्षणम् एतदस्ति अनेन अन्वयव्याप्तेः लक्षणम् एतत् लक्षणं व्याप्तेः लक्षणं न केवलम् अन्वयव्याप्तिः लक्षणं व्याप्तेः लक्षणं वाक्यम् अस्ति अस्तु अतः तत्र विवरणम् अग्रे अपि दत्तम् अस्ति इदानीं एतावत्पर्यन्तं प्रायश दीर्घः परिच्छेदः अस्ति अतः अथवा भवती एव अग्रे पठितुम् इच्छति वा अहं पठामि महोदय इत्युक्ते अन्वयव्याप्तिः एतावता इत्युक्ते यत्र एकः तत्र अन्यः इति अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः इति इदानीं तत्र अन्वयव्याप्तिः इति तावत्पर्यन्तम् उक्तं यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः इति उक्तं तत्र अग्रे नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः तत्र स च वह्नेः अत्यन्ताभावः न भवति नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः तत्र स च वह्नेः अत्यन्ताभावः न भवति इति अस्तु इत्युक्ते तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इत्यस्य अस्तु सम्यक्तया नावगतं किन्तु अस्तु सर्वं पठित्वा अस्तु अस्तु यतोहि धूमाधिकरणे सर्वदा वह्निः भवति अतः वह्निः अत्यन्ताभावः स्वीकर्तुं न शक्यते किन्तु घटपटादि अत्यन्ताभावः भवति तस्य प्रतियोगी घटपटादिः अप्रतियोगी भवति वह्निः इत्युक्तौ तदेव साध्यम् स च धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः तादृशवह्नि अधिकरणवृत्तिः धूमः पुनः वह्न्यधिकरणवृत्तित्वं धूमे इयमेव धूमे विद्यमानवह्नि व्याप्तिः धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानाधिकरण्यम् इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः. अस्तु, बहु दीर्घम् अस्ति. अस्तु, किन्तु तत्र किन्तु इदानीं तत्र मूलवाक्यं नाम लौकिकरूपेण मूलवाक्यम् अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः खलु. तर्हि तत्र पश्यामः तत्र न्यायशास्त्रे कथं वदामः तत्र एतद् वाक्यमस्ति खलु हेत्वादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यम् अपि साध्यसामानाधिकरण्यम् इति व्याप्तिः भवति. अस्तु, तर्हि तत्र प्रथमतया पश्यामः तत्र हेत्वादिकरणवृत्ति नाम हेत्वधिकरणवृत्ति इत्युक्ते यत्र हेतुः वर्तते. हेत्वधिकरणं नाम यत्र हेतुः वर्तते. हेत्वधिकरणं नाम यत्र हेतुः वर्तते. हेतुः नाम यत्र धूमः हेतोः अधिकरणं हेत्वधिकरणं यत्र हेतुः वर्तते यत्र धूमः वर्तते नाम पर्वते वर्तते इति चिन्तयामः. अस्तु, अथवा कुत्रापि वर्तते यत्र यत्र हेतुः वर्तते तत्र अधिकरणं वृत्तिः नाम तस्मिन् वर्तते अधिकरणे वर्तते. तर्हि तत्र अधिकरणवृत्तिः नाम इदानीं तत्र प्रायशः किञ्चित् चित्रं लिखामः तदा एव तत्र प्रायशः तत्र तत्र किमपि स्थलमस्ति यत्र हेतुः अस्ति हेतुः अत्र वर्तते अस्मिन् स्थले वर्तते अधिकरणम् तर्हि अत्र हेतुः वर्तते तस्मिन् हेत्वधिकरणवृत्तिः नाम अस्मिन् अधिकरणे किमपि वर्तते वृत्तिः किं वर्तते अस्मिन् अधिकरणे अत्यन्ताभावः अस्मिन् अधिकरणे अत्यन्ताभावः वर्तते तर्हि तत्र अस्मिन् अधिकरणे अत्यन्ताभावः वर्तते तत्र अत्र अभावः अत्यन्ताभावः अपि वर्तते तत्र अभावः इति यदि शृण्मः तत्र किम् अस्माकं मनसि आकाङ्क्षा भवति प्रतियोगी कः इति खलु नास्ति अभावः इति यदि शृण्मः नास्ति किं नास्ति कस्य अभावः इति आगच्छति नाम प्रतियोगी कः इति आगच्छति तर्हि अत्र उक्तम् अत्यन्ताभावः यदि वर्तते अस्मिन् अधिकरणे हेत्वधिकरणे अत्यन्ताभावः तत्र प्रतियोगी इति भवति तत्र प्रतियोगी कोऽपि भवेत् किन्तु वह्निः प्रतियोगी न अस्ति वह्निः अप्रतियोगी अस्ति नाम वह्नेः अभावः अत्र न भवति घटस्य अभावः अत्र भवेत् पटस्य अभावः अत्र भवेत् किन्तु वह्नेः अभावः तत्र नास्ति नाम वह्नेः अभावः नास्ति इत्युक्ते वह्निः अस्ति इति खलु आमाम् आम् यत्र हेतुः वर्तते तत्र वह्निः अस्ति नाम यत्र हेतुः अस्ति तत्र वह्नेः अभावः नास्ति अतः यत्र हेतुः वर्तते तत्र यः कोऽपि अभावः भवेत् तस्य अभावस्य प्रतियोगी वह्निः न भवति अतः ध्वनिः अप्रतियोगी भवति, नाम प्रतियोगी न. अतः धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी ध्वनिः खलु. तावत् नाम हेतुः हेतोः अधिकरणम् अधिकरणे अभावः वर्तते तादृश अभावस्य प्रतियोगी साध्यं नास्ति. साध्यः प्रतियोगी नास्ति. यः कोऽपि अभावः हेत्वाधिकरणे भवेत् तस्य अभावस्य प्रतियोगी साध्यं नास्ति. साध्यं तादृश साध्यं नास्ति. अतः साध्यम् अप्रतियोगी अस्ति अभावस्य कृते. अभावः कुत्र अस्ति? अभावः हेत्वधिकरणे वर्तते. तत्र यः कोऽपि अभावः हेत्वधिकरणे भवेत् तस्य प्रतियोगी कदापि साध्यं बन्धिः नास्ति. साध्यं साध्यम् अभावरूपेण नास्ति तत्र. तादृशसाध्यस्य सामानाधिकरण्यम् एव व्याप्तिः इति भवति. अतः तत्र न्यायशास्त्रस्य एतद् विवरणं प्रथमवारं द्रक्ष्यामश्चेत् तत्र किमस्ति इति वदामः, किन्तु सोपानेन गच्छामश्चेत् अस्तु एतदेव सम्यक् रीत्या उक्तम् इति अवगच्छामः. अतः हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरणं व्याप्तिः. अथवा अत्र यथा अत्र उक्तं प्रायः एतत् प्रथमसोपानम् इति वक्तुं धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी अस्ति वह्निः. वह्निः कीदृशः अस्ति? धूमाधिकरणवृत्ति अत्यन्ताभावस्य अप्रतियोगी अस्ति. अतः एव अत्र पुनः एकवारं पठतु भगिनी तत्र, अथवा अन्य कोऽपि पठेत् तत्र. नीता भगिनी तत्र एकवारम् अत्र वदति वा तत्र यत्र यत्र धूमः इति आरभ्य. यत्र यत्र धूमः अस्तु एकवारं पठानि वा? यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः. नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः अत्यन्त अभावः तत्र तस्य वह्नेः अत्यन्त अभावः न भवति, यतोहि धूमाधिकरणे सर्वदा वह्नि भवति. अतः वह्नि अत्यन्त अभावः स्वीकर्तुं न शक्यते. किन्तु घटपटादि अत्यन्त अभावः भवति, तस्य प्रतियोगी घटपटादिः अप्रतियोगी भवति वह्निः. इत्युक्तौ तदेव साध्यम्. अथ च धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः तादृशवह्नि अधिकरणवृत्तिः धूमः पुनः. वह्नि अधिकरणवृत्तित्वं धूमे, इयमेव धूमे विद्यमानवह्निव्याप्तिः. धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्नि सामान्याधिकरण्यम् इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः. यत्र यत्र धूमः तत्र तत्र वह्नि इति वदामः तस्य अयमेव अर्थः. अयम् एव अर्थ इत्युक्ते पूर्वस्मिन् परिच्छेद ऐ मीन् तत्र पूर्वे व्याप्ते स्वरूपं कथम् अस्ति अनेन अन्वयव्याप्तेः अर्थ यत्र यत्र धूमः तत्र तत्र वह्नि इति अर्थमवति. नाम धूम अधिकरणवृत्तिः धूमः, धूम इत्युक्ते हेतु, तत् धूम अधिकरणवृत्तिः यः अत्यन्त अभावः तत्र इत्युक्ते अधिकरणे हेतुः अस्ति, अधिकरण अभावस्ति यत् वयं दृष्टवन्तः, तद् धूम अधिकरणवृत्तिः वर्तते यः अत्यन्त अभावः, तत्र तच्च वह्नेः अत्यन्त अभावः न भवति तावदेव. इत्युक्ते यत् वयं दृष्टवन्तः तत् हेतुः अधिकरणे अस्ति, अभावः अपि अधिकरणे अस्ति, परन्तु अभावस्य प्रतियोगी वह्नि इति साध्यं न भवितुमर्हति. इत्युक्ते साध्यं भवति अभावस्य प्रति, साध्यम् अप्रतियोगी एव भवति. तत् वह्नि अत्यन्त अभावः न भवति, तत् साध्यं यत् अस्ति, साध्यम् इत्युक्ते यत् वह्नि इदानीं, तत् वह्नेः वह्निः अप्रतियोगी भवति अभावस्य प्रति इति. वह्नेः अत्यन्त अभावः न भवति एव, यतोहि धूम अधिकरणे सर्वदा वह्नि भवति. धूम अधिकरण भवति तदा, सदैव तदा वह्नि भवति एव. अतः वह्नि अत्यन्त अभावः स्वीकर्तुं न शक्यते. इत्युक्ते तथैव वह्नेः अत्यन्त अभावः इति वयं एवं वयं स्वीकर्तुं न शक्नुमः. परन्तु घटपटादि अत्यन्त अभावः भवति, तस्य प्रतियोगी घटपटादिः अप्रतियोगी भवति वह्नि. अधुना अभावः, अभाव अत्यन्त अभावः घटपटादि अत्यन्त अभावः यदा भवति, तस्य प्रतियोगी घटपट एव तस्य प्रतियोगी भवितुम् अर्हति. यतोहि अत्र वयं दृष्टवन्तः प्रतियोगी वह्नि न भवति, न भवितुम् अर्हति एव, परन्तु घटपटादि अत्यन्त अभाव इति वदामः चेत् तस्य प्रतियोगी घटपट भवितुम् अर्हति. तदा अप्रतियोगी भवति वह्नि, इत्युक्ते तदा अप्रतियोगी वह्नि भवति इत्युक्ते तदैव साध्यम्, इत्युक्ते तदैव साध्यम् नाम अस्तु नाम तत्र सम्यक् एव अस्ति भगिनि. किन्तु किञ्चित् तत्र नाम तत्र कुत्र नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः इति, तस्य अर्थः कः? यः अत्यन्ताभावः, तत्र वृत्तिः यः अत्यन्ताभावः इति लिखितं खलु, तर्हि अत्यन्ताभावस्य विशेषणमस्ति एतत् धूमाधिकरणवृत्तिः नाम अत्यन्ताभावः, यः अत्यन्ताभावः धूमाधिकरणे वर्तते. अर्थः यः अत्यन्ताभावः धूमाधिकरणे वर्तते. वृत्तिः अत्र पुल्लिङ्गे अस्ति, वृत्तिः इति धूमाधिकरणवृत्तिः विशेषणम्, अत्यन्ताभावस्य विशेषणं पुल्लिङ्गे नाम. अतः अत्यन्ताभावः, यः अत्यन्ताभावः धूमाधिकरणे वर्तते, तस्य अत्यन्ताभावस्य प्रतियोगी साध्यं कदापि नास्ति इति अर्थः खलु. अप्रतियोगी अस्ति तस्य हेत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी अस्ति साध्यं नाम हेत्वाधिकरणे यः कोऽपि अभावः भवेत् तस्य प्रतियोगी साध्यं कदापि न भवति. नाम अभावः, अभावः घटस्य अभावः भवेत् तद् अत्र भवितुम् अर्हति. घटस्य अभावः अत्र अभावः वर्तते इत्युक्ते कस्य प्रतियोगी कः? घटः भवितुम् अर्हति. प्रतियोगी कः इत्युक्ते पटः अपि भवितुम् अर्हति, न जानीमः, किन्तु न कदापि साध्यः भवति. नाम साध्यः सर्वदा अप्रतियोगी एव भवति. यः कोऽपि अभावः भवेत् हेत्वाधिकरणे तस्य अप्रतियोगी भवति साध्यः सर्वदा. अतः अतः एव अत्र उक्तं वह्नि अत्यन्ताभावः स्वीकर्तुं न शक्यते, किन्तु घटपटादि अत्यन्ताभावः अत्र भवितुम् अर्हति, किन्तु तत्र प्रतियोगी घटः भवेत् पटः भवेत्, किन्तु सर्वदा वह्निः अप्रतियोगी एव भवति. साध्यं सर्वदा साध्यं सर्वदा अप्रतियोगी भवति यः कोऽपि अत्यन्तः भावः हेत्वधिकरणे अस्ति. हेत्वधिकरणे यः कोऽपि वदति भगिनि, हा हेत्वधिकरणे यः कोऽपि अभावः, हा हा सत्यं भगिनि, निष्कर्षरूपेण वयं वक्तुं शक्नुमः हेतु अधिकरणे अभावस्य अपि अधिकरणं वर्तते. अभावस्य अभावः अपि वर्तते, नाम अभावः अपि तस्मिन् अधिकरणे वर्तते. अभावः अपि तस्मिन्नेव अधिकरणे वर्तते. तदा अभावस्य प्रतियोगी साध्यं कदापि न भवति, इत्युक्ते साध्यम् अप्रतियोगी एव भवति इति. तदेव तदेव तत्र व्याप्तिः, नाम तेन वयं किम् अवगच्छामः, साध्यस्य अभावः, साध्यः सर्वदा अप्रतियोगी भवति इत्युक्ते साध्यः सर्वदा भवति एव इति खलु. आमामां, घटस्य अभावः अधिकरणे अस्ति इत्युक्ते घटः तत्र अधिकरणे नास्ति इति आगच्छति. पटस्य अभावः अस्मिन् अधिकरणे वर्तते इत्युक्ते पटः नास्ति अत्र. किन्तु साध्यस्य अभावः, साध्यः कदापि प्रतियोगी न भवति, साध्यः प्रतियोगी एव भवति इत्युक्तौ साध्यस्य अभावः कदापि अस्मिन् अधिकरणे न भवति इत्युक्तौ साध्यः अधिकरणे अस्ति. सदा सदा साध्यं वर्तते एव इति. हेत्वधिकरणे, हा हेत्वधिकरणे साध्यं सर्वदा भवति इति. अत्र अग्नेः अभावं न भवति इति वक्तुम् इच्छामः वा अधिकरणे? अग्नेः अभावं न, तदेव. किन्तु तत् कथं वदामः, यः कोऽपि अभावः भवतु अधिकरणे, हेत्वधिकरणे, धूमस्य अधिकरणे, तत्र तस्य अभावस्य प्रतियोगी बन्निः, नाम सर्वदा तत्र बन्निः अप्रतियोगी भवति. क्षम्यतां, नाम यः कोऽपि अभावः धूमाधिकरणे भवेत् तस्य प्रतियोगी कदापि वह्निः नास्ति, अथवा वह्निः सर्वदा तस्य अप्रतियोगी भवति इति. अभाव अप्रतियोगी अर्थः, अभावस्य अप्रतियोगी, अभावः हेत्वाधिकरणे वर्तते चेत् तस्य अप्रतियोगी भवति साध्यम्. इति अस्ति. अस्तु, तत्र सच अग्रिमे वदतु भगिनि. स च धूम अधिकरणवृत्ति, स च धूम अधिकरणवृत्ति इत्युक्ते हेतु अधिकरण हेत्वाधिकरणवृत्ति, अत्यन्त अभाव अप्रतियोगी वह्नि. स च धूमाधिकरणवृत्ति, अत्यन्त अभाव अप्रतियोगी वह्नि इत्युक्ते धूमाधिकरणवृत्तेः यत् अत्यन्त अभावः वर्तते तस्य अप्रतियोगी वह्नि भवति. तादृश वह्नि अधिकरणवृत्तिः धूमः पुनः, तादृश वह्नि अधिकरणवृत्तिः धूमः पुनः इत्युक्ते तत् तादृश वह्नि अधिकरणवृत्ति तत् हेतु अधिकरणं हेतु एव. हा, तादृश वह्नि अधिकरणवृत्ति इत्युक्ते हेतु धूमः पुनः इति. नाम वह्नि अधिकरणं वृत्तिः तादृश वह्नि समानाधिकरणं समानाधिकरणे वर्तते धूमः पुनः तत्र एव वर्तते हेतुरूपेण. तत्र वह्नि अधिकरणवृत्तित्वं धूमे, वह्नि अधिकरणवृत्तित्वं धूमे अस्ति, इयमेव धूमे विद्यमानवह्निव्याप्तिः. वह्नि अधिकरणवृत्तित्वं धूमे अस्ति, वह्नि अधिकरणं तत् अप्रतियोगी यत् अस्ति, अभावस्य अप्रतियोगी यत् वह्नि, तस्य अधिकरणवृत्तित्वं धूमे वर्तते, इयमेव धूमे विद्यमानवह्निव्याप्तिः. नाम किं कृतम् इत्युक्ते, वयं पूर्वं किम् उक्तवन्तः, धूमः व्याप्यः खलु, हेतुः व्याप्यः. तदनन्तरं वयं किं कृतवन्तः, अस्तु व्याप्यः नाम यस्मिन् व्याप्तिः अस्ति इति उक्तवन्तः खलु. नाम व्याप्तिमान् इत्युक्ते व्याप्यः खलु, व्याप्तिमान् सः व्याप्यः, तर्हि व्याप्तिः धूमे अस्ति इति उक्तवन्तः खलु. वह्निव्याप्तिः धूमे अस्ति, धूमे किमपि अस्ति तद् व्याप्तिः अस्ति. व्याप्ति नाम किम् इत्युक्ते तत्र किमपि भक्तव्यं, किन्तु धूमे एतदस्ति. एतावत् धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी इति व्याप्तेः लक्षणं नास्ति, वह्नेः लक्षणम् अस्ति खलु. वह्निः अप्रतियोगी भवति, धूमाधिकरणवृत्ति अत्यन्ताभावस्य अप्रतियोगी भवति वह्निः. तद् व्याप्तेः लक्षणं नास्ति, यतोहि व्याप्तिः धूमे अस्ति, किमपि अस्ति धूमे. अतः पुनः वह्निः तावत् वह्निपर्यन्तम् उक्तवन्तः, किन्तु धूमपर्यन्तं गन्तव्यम्. अतः वन्यादिकरणवृत्तित्वं धूमे इति, तदा धूमे किम् अस्ति, वन्यादिकरणवृत्तित्वं धूमे. वह्निः कीदृशः, वह्निः धूमाधिकरणवृत्ति अत्यन्ताभाव प्रतियोगी वह्निः, तस्य अधिकरणवृत्तित्वं धूमे. अतः एतत् सर्वं भवति व्याप्तिः, अपि व्याप्तिः धूमे अस्ति. अतः करण्यं तावत्पर्यन्तं यदि गच्छामः तदा किमपि धूमे यत् अस्ति तस्य विवरणं दत्तं भवति. अतः दीर्घं भवति, धूमादिकरणवृत्ति अत्यन्ताभाव प्रतियोगी यः वह्निः, स च वह्निः सामानादिकरण्यम् अस्ति व्याप्तिः, अपि एषा व्याप्तिः धूमे वर्तते इति सर्वम् अस्ति. अतः तत्र न्यायशास्त्रे यदि लक्षणम् इति वदामः नाम अथवा व्याप्तिः धूमे वर्तते इत्युक्ते तर्हि धूमे अस्ति इति प्रदर्शनीयं, किमपि अस्ति इति प्रदर्शनीयं. व्याप्तिः अस्ति इत्युक्ते तत्र धूमे धूमे किम् अस्ति. अतः तत्र एतावत् एतत् सामानादिकरणीयम् एव व्याप्तिः, अपि एतादृशसामानादिकरणीयं धूमे वर्तते इति वक्तव्यं भवति. अतः एतत् सर्वं लिखितं, किन्तु दीर्घः अस्ति किन्तु सरलमेव अस्ति. पुनः अग्रिमे सप्ताहे एतस्य चर्चा भवति, तदा सम्यक् रीत्या वयं सर्वे अवगच्छामः. चिन्ता मास्तु, समयोऽपि जातः, अत्र विरमामः. धन्यवादः, नमस्कारः, अग्रिमे वर्गे मिलामः. धन्यवादः, धन्यवादः महोदय, नमस्कारः. धन्यवादः, नमस्कारः.